नमस्ते भगिनी अरुणा. नमस्कारः भगिनी भव्या. नमस्कारः. लृट्लकारः इति करपत्रम् अनुवर्तते. तत्र इडागमः इति तृतीयबिन्दुः, ततः आरभ्य पठनीयः भवति. पठनीयम् अस्तु भगिनि. अरुणा भगिनी आरम्भं करोति वा भगिनि? तत्र पठनीयं भगिनि. इडागमः केवलं पठामः तत्र आरम्भे. वयं जानीमहमेव, सुपरिचितमस्ति. जानीमः यत् इडागमः तदा भवति तदा प्रत्ययः अपि इडनुकूलः, धातुः अपि वेट् अथवा वेट्. प्रत्यय इडनुकूल अस्ति न वा? प्रत्यय इडनुकूल अस्ति न वा? अर्धधातुकसिद्वलादेः अर्धधातुकप्रत्ययस्य आदौ वल् प्रत्ययहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति. वलादेः अर्धधातुकस्य इडागमः स्यात्. इट् आगमः टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य स वलादि भूभिः, तस्य वलादेः अर्धधातुकस्य षष्ट्यन्तम् इत् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इत् सूत्रमस्ति. वयं जानीमः इडागम कुत्र भवति इति चेत् इड अनुकूलप्रत्ययः अस्ति वा धातु अपि सेट् वेट् अस्ति चेत् इडागमः भवितुमर्हति. सूत्रमस्ति आर्धधातुकस्य इट् वलादेः आर्धधातुकप्रत्यय आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् इडागमः भवति. वल् इत्यनेन यकारविहाय सर्वव्यञ्जनानि अन्तर्गतानि. इडागम चित् इट् इति आगमः चित् अतः आद्यन्तौ टकित्वेन प्रत्यय आदौ आयाति. तदेव भगिनि. वलादिनामः वलादिः नाम वल् प्रत्याहारः आदौ यस्य सः वलि यकारं विहाय सर्वाणि व्यञ्जनानि कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन सदस्यः अस्ति तर्हि इडागमः तस्य प्रत्ययस्य आदौ आयाति. आदौ कथं ज्ञायते? ज्ञायते किमर्थं मध्ये अपि न अन्ते अपि न? आद्यन्तौ टकितौ इति सूत्रेण यत् आगमः टित् अस्ति सः यस्य आगमः अस्ति तस्य आदौ आयाति. कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति. इट् आगमः टित् अस्ति ठकार इत्यत्यासः. अतः अनेन सूत्रेण इट् आगमः प्रत्ययस्य आदौ आयाति. इडागमः प्रत्ययस्य आदौ न धातुः आदौ, यतोहि आर्धदर्शक इत् वलादेः इत्यनेन इडागमः प्रत्ययस्य आगमः न तु धातुः. वयं जानीमः वलादि नाम वल् प्रत्याहारे वर्णः अन्तर्गतवर्णः अस्ति चेत् आदौ अस्ति आर्धधातुकप्रत्ययः. इडागम कुत्र भवति? आगमः प्रत्ययस्य आदौ आयाति. किमर्थम् इत्येत् इट् इति तकार अस्ति अतः आद्यन्तोर्थकित्तौ सूत्रेण आगमः प्रत्ययपूर्वम् आदौ आगच्छति. कित् आद्यन्तोर्थकित्तौ कित् इत्यनेन अत्र आगमः अस्ति तस्य अन्ते आयाति. इत् आगमः कित् अस्ति. आर्धधातुक इट् वलादे सूत्रेण इडागमः प्रत्ययस्य आगमः न तु धातोः. ओके, आर्धधातुकप्रक्रियः कः इति स्मर्यताम्. प्रत्येकं प्रत्ययः यः धातुतः विहितः सः सार्वधातुकम् आर्धधातुकं वा? प्रत्ययतिङ्क्षित्वा चेत् तिङ्क्षित् सार्वधातुकम् इत्यनेन सट प्रत्ययः सार्वधातुकम्. तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः इत्यनेन प्रत्यय आर्धधातुकः. ओके, वयं जानीमः अर्धधातुकः सार्वधातुकः इति प्रत्ययः सन्ति स्तः सन्ति अर्धधातुक सार्वधातुक इत्यनेन तिंषित् सार्वधातुक तिंषित् सार्वधातुकम् इत्यनेन तत्र प्रत्ययः सार्वधातुकप्रत्ययः इति नामकरणमस्ति. तिंषित् नास्ति चेत् आर्धधातुकं शेषः इत्यनेन प्रत्ययः आर्धधातुकः भवति. तदेव भगिनि इदानुकूलस्य परिशीलनार्थं लकारप्रसङ्गे सिद्धतिङ् प्रत्ययाः द्रष्टव्याः न तु कृत्प्रत्ययाः. वस्तुतः लृट् लकारे इडागमः स्या प्रत्ययस्य एव यः विकरणप्रत्ययः न तु कृट् प्रत्ययः. अतः अर्धधातुकत्वलादे इत्यनेन दर्शनेन पर्याप्तम् इदनुकूल कथं जानीमः लकारप्रसङ्गे इति चेत् सिद्धतिङ्प्रत्ययः प्रथमं जानी द्रष्टव्याः लुट्लकारे विजानीमः स्या इति प्रत्यय आगच्छति. विकरणप्रत्ययः नास्ति, कृतप्रत्ययः अपि नास्ति. धन्यवादः. अग्रे अपि पठामः. सरलाभगिनी भवती पठितुमिच्छति वा? धातुः सेत् अनिट् अथवा धातु सेत् अनिट् अथवा वेत्. धातु सेत् अनिट् वेत् वा इत्यस्य ज्ञानार्थं प्रथमतया द्रष्टव्यं यत् धातु एकाच् अनेकाच् वा. सर्वे अनेकाच् धातवः सेतः, अतः धातु अनेकाच् चेत् इतोपि चिन्तनस्य आवश्यकता नास्ति, धातु सेत् एव. धातु एकाच् चेत् प्रथमतया अस्माकं सामान्यम् इत् व्यवस्था चिन्तनीया. तत्र जानीमः परिगणताः अजन्ता धातवः सेतः, तेषां ज्ञानार्थं केवलं चतुर्दश अजन्तधातवः कण्ठस्थीकरणीयाः. एवमेव केवलं 2 अधिक 1 शतं हलन्तधातवः अनिटः, तेषां कण्ठस्थीकरणेन हलन्तधातूनां सामान्या इडव्यवस्था मनसि सिद्धा. अपि च येभ्यः वा भवति इडागमः ते धातवः वेटः वा इट् वेट्. सप्तत्रिशन् धातवः वेटः, तेभ्य वलादि अर्धधातुकप्रत्ययस्य विकल्पेन इडागमः भवति. यदा अजन्तसेत् वा धातवः च हलन्तः अनिट् धातवः च ज्ञाताः, तदा येषां वेट् धातूनां कण्ठस्थीकरणेन सम्पूर्णरीत्या सामान्य इद्व्यवस्था सिद्धा. वयं जानीमः, महोदयानि अस्माभिः आवलिदत्तं सेट् यदि हलन्तधातवः अस्ति चेत् सर्वे सामान्यतः सेट् सन्ति, किन्तु 2 अधिक 1 शतं धातवः अनिटः सन्ति, तो ककारान्त धातु आरभ्य आवलि हकारान्तधातुपर्यन्तं वयं इति धातवः जाने जाता. शक् शक् अस्ति, नः अस्ति इति धातवः, गम् ते अन्यतः सन्ति इति वयं सर्वे कण्ठस्थीकृतवन्तः. अपि ये अजन्तधातवः सामान्यतः अनिटः सन्ति, किन्तु केवलं 4 धातवः यदि यथा वयं जानीमः कारान्तधातवः व्रीङ् श्री श्री दीर्घैकारान्तधातवः ढीं शीं कारान्तधातवः षड् यूरु नोसु नोषु श्रु वा दीर्घ उकारान्तदातः सर्वे सेटः, दीर्घ ऋकारान्तदातः सर्वे सेटः, ह्रस्वरिकारान्तदातः केवलं 2 इति सेटः अस्ति, व्रिङ् व्रिङ् अस्ति. तेचि यदि वयं जानीमः अपि त वेट् धातवं च सप्तत्रिशत् धातव तस्य आवली अपि वयं कण्ठस्थीकृतवन्तः. यदि इति जानीमः सौलभ्यं भवति कुत्र इडागमः भवति कुत्र इडागमः न आगच्छति. वस्तुतः सर्वे अनेकाच धातवः सेतः सन्ति, किन्तु यदि एकाच धातवः सन्ति ये हलन्तधातवः सन्ति तेषाम् इति स्मर्तव्यम्. अपि इति अत्र अस्ति इदागमस्य चिन्तनं सामान्यतः एकाच् धातव अस्ति अनुदात एकाच् इति ते अन्यतः सन्ति किन्तु आली यत् अस्ति तत् गतव्यम्. अधुना लिट् लकारे व्यवस्था कृते पञ्चविशिष्टसूत्राणि ज्ञातव्यानि. अग्रे पठामः. अत्र पुष्पा भगिनी पठितुमिच्छति वा भगिनि ऋद्धनोः स्येः इति? आं भगिनि. तत्र मिल्टन् साधु तत्र किं कथम् आसीत् भगिनि? भवती फ्लोरिडा मध्ये अस्ति वा अधुना? ऋद्धनोः स्येः इति आरभ्य इडागमः इत्यस्मिन् ऋद्धनोः स्येः इति आरभ्य ऋद्धनोः एकनिमिष ऋद्धश्चतुर्भ्यः ऋद्भ्यः भगिनि तद् नास्ति. भवती अन्विषतु अग्रे भवती पठतु अनन्तरं कुत्र इडागमः इत्यस्मिन् भागे वर्तते अन्तर्भूतः भगिनि? इडागमः इति परिचये वर्तते तत्र अन्तर्भूतः अस्ति अधोभागे प्रथमपङ्क्तिः अधोभागे तृतीयबिन्दु तत् तृतीयबिन्दुषु प्रथमबिन्दु तृतीयबिन्दुषु यत् वर्तते इदागमि चिन्तनं भवती अन्विषतु तस्मात् पूर्वं ऋद्धनोः ऋद्धनोः ऋदन्तदातुतः धन् धातुतः च क्या प्रत्ययस्य इडागमः भवति. ऋतौ हन्तेश्च ऋतौ हन्तेश्च हन्तेश्च ऋत् हन्त पूर्वं भगिनि तस्मात् पूर्वं तस्य उदाहरणानि सन्ति. ओ ओ ऋद्धनोस्य अस्तु अस्तु प्रथम प्रथम अधुना लुट् लकार लुट् लकारे व्यवस्था कृते पञ्चविशिष्टसूत्राणि दातव्यानि तदेव न ऋद्धनोः स्ये इत्यनेन ऋकारान्तधातुभ्यः च हन् धातोः च स्य प्रत्ययस्य इडागमः भवति यथा जानीमः. सामान्यतया एते धातवः अनिटः किन्तु स्या प्रत्यये परे विशेषः अस्तु तत्र वदामि वा ऋकारान्तधातुभ्यः च हन् धातोः स्या प्रत्ययस्य इडागमः भवति इति वदति. सामान्यतः एते धातवः अनिटः किन्तु स्या प्रत्ययपरे के विशेष कार्यम् अस्ति इति. कृ योगः स्यति कृ योगः इट् योगः स्यति करिष्यति अकृ योगः स्यत् अकृ योगः इट् योगः स्यत् अकरिष्यत् हन् योगः स्यति हन् योगः इट् योगः स्यति हनिष्यति हन् योगः स्यत् हन् योगः इट् योगः स्यत् अहनिष्ट्यत् अस्तु. अत्र कृ धातु परे स्या प्रत्यय अस्ति चेत् अत्र इडागमः भवति, करिष्यति अकरिष्यत् हन् धातु तः एव तदेव आगच्छति. हन् इट् हन् योगः इट् योगः स्यति हनिष्यति अहनिष्यति इति. एवमेव हृ योगः स्यति हरिष्यति हृ योग हुरु हुरु योगः स्यति हरिष्यति परन्तु हरतु अह्वरतु अह्वरत् ह्वरेत् इति. तद् हरतु लोट्लकारे अह्वरत् लङ् लङ्लकारे हरेत् हरेत् हरेत् लट्लकारे लट्लकारे हरेत् न अस्तु पठामि वा धनोः स्ये प्रतिपादयतु किं वा अभवत् किं प्रतिपादयतु कथम् इदागम आगत तत्र. हा तदेव एतत् ऋकारान्त धातुभ्यः हन् धातोः स्याप्रत्ययस्य ईदागमः भवति इति वदति रुद्धनोः स्ये इत्यनेन. एते सर्वे अनिटः किन्तु अत्र विशेषकार्यम् अत्र आगच्छति क्रूयोगः स्यति करिष्यति इति ईटागमः आगत्वेन. सम्यक् वा? स्वभावतः हन् विकारान्तक्रीडातु अन्यतः सन्ति किन्तु केवलं स्य प्रत्यये परे एव इदागम एव तदेव इदानीं उक्तं न. अतः हरे विशेषत्वेन यद्धनोः स्यै रुदन्तधातुतः हन् धातुतः च स्या प्रत्ययस्य इडागमः भवति. ऋतौ हन्ते च स्यस्य इट् स्यात् इति सिद्धान्तकौमुद्याम् एका च उपदेशे अनुदात्तात् इत्यनेन औपदेशिकधातुः एका च अपि अनुदात्तः अपि अस्ति. तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. एकाचन उपदेशेन दत्तात् इत्यनेन यः औपदेशिकधातुः एकाचपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. तदेव ह्वरतु अह्वरत् इति वदति न तत्र. अनेन ऋकारान्तदातवः च हन्धातुः च अनिटः परन्तु लृट्लकारे रुद्धनोः स्ये इति सूत्रम् एकाचुपदेशेन दत्तात् इति सूत्रं प्रभाद्य इडागमं विधाति. ऋत् च हन् च तयोरितरेतरद्वन्द्वा रुद्धनौ तयोः रुद्धनोः रुद्धनोः षष्ट्यन्तं किन्तु पञ्चम्यर्थे षष्टि इति व्याख्याकाराः वदन्ति. ये सप्तम्यन्तं किन्तु षष्ट्यर्थे सप्तमी इति व्याख्याकारः वदन्ति. तर्हि रुद्धनोः पञ्चम्यर्थे षष्टि ये षष्ट्यर्थे सप्तमी द्विपदविधं सूत्रम् आर्धधातुकस्य इड्वलादेः इत्यस्मात् इट् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः विभक्तिपरिणामेन पञ्चमी विभक्तौ अनुवृत्तिसहितसूत्रं रुद्धनोः अङ्गयोः रुद्धभ्याम् अङ्गाभ्यां ये यः इट्टः इट् इति वदनेन रुदनोः स्ये इति सूत्रं वदति रुदन्तदातुतः हन्दातुतः च प्रत्ययपदे इडागमः भवति. ऋतो ऋतो मन्ये रुदन्तदातु दातु वृत्तः हन्ते च ऋतो ऋतो इति वदनेन धातुः धातु धातूनां स्यस्य मनु स्या प्रत्ययस्य इत्यात् तदेव सिद्धान्तकौमुद्यां वदति. एकाचपदेशे अनुदत्तात् इत्यनेन औपदेशिकधातु धातुः एकाच अपि अनुदात्तः अपि अस्ति. तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. विहितस्य औपदेशिकधातु एकाच अपि अस्ति, तद् अनुदात्तः अपि अस्ति, तत्कारणात् प्रत्ययस्य विहितस्य प्रत्ययस्य इडागमः सामान्यतया न भवति. अनेन ऋकारान्तदातवः हन्दात् दातुः च अनितः, परन्तु तत्र ऋकारां तत् हन् कृ कर्ता इति कर्ता अस्ति, परन्तु अत्र स्या धातु अस्ति चेत् स्या प्रत्ययः अस्ति चेत् नृट्लकारे रुदनोः स्ये इत्यनेन इति सूत्रम् एकाचपदेशे उपदेशे अनुदत्तात् इति सूत्रं प्रपाद्य इडागमं विदधाति. तत्तु सामान्यतया एकाचपदेशे अनुदत्तात् इत्यनेन प्रत्ययस्य इडागमः न भवति, परन्तु स्या प्रत्ययस्य परे एतत् कार्यम् आगच्छति. ऋत् च हन् च तयोरितरेतरद्वन्द्वः, तत् तत्कारणात् एतद् रुद्धनौ इति तयोः रुद्धनौ तत्तु सप्तमी अत्र रुद्धनोः षष्ट्यन्तं सप्तमी, किन्तु पञ्च्यर्थे षष्ठी इति वदति. व्याकाराः वदन्ति स्येतु सप्तम्यन्तं, किन्तु षष्ट्यर्थे सप्तमी इति के तु सप्तमी अस्ति, परन्तु षष्ट्यर्थे सप्तमी इति व्याख्याकाराः वदन्ति. तर्हि रुद्धनोः पञ्चम्यर्थे षष्टि, ये षष्ट्यर्थे सप्तमी द्विपदमिदं सूत्रम् आर्धधातुकस्य विद्वलादेः इत्यस्मात् इट् इत्यस्य अनुवृत्तिः आगच्छति, अङ्गस्य इत्यस्य अधिकारः विभक्तिपरिणामेन पञ्चमी विभक्तौ उपत्ति कन्वर्ट् परिणामेव भगिनि परिणाम अनुवृत्तिसहितसूत्रं रुद्धनोः अङ्गयोः तद् तत्तु रुद्धाभ्यां अङ्गाभ्याम् इति पञ्चमी न न षष्टि पञ्चमी पञ्चम्यर्थे षष्टि खलु इति कृत्वा पञ्चमी स्वीकार्यं पञ्चमी अर्थे षष्टि एव स्येः इति स्ये इति स्ये अपि स्यः तत्तु इट् स्ये तु पञ्च न षष्टि अर्थे सप्तमी तर्हि कस्य यदागमः इत्युक्ते तत्र षष्टिस्थानी निर्देशति इति कृत्वा स्यः इति स्वीकुर्मः स्ये इति न पठामः स्यः इति पठामः धन्यस्य समीचीनम् उक्तवती अग्रे पठामि वा अहं पठामि वा सेचि कृत छ्रुत श्रुध त्रुध नुत नृतः त्रुध नृतः अस्तु इत्यनेन कृत् छ्रुत् छ्रुद् त्रुद् नृत् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः स्विच् भिन्नसकारादिप्रत्ययस्य विकल्पेन इडागमो भवति कृत् उदादिगणे छेदने लटि कृन्तति रुदादिगणे वेष्टने लटि कृणति तर्हि तत्र गणद्वये वर्तते कृत् धातुः एकस्मिन् तु तत्र तुदादिगणीयकृद्धातोः तु कृन्तति इति रूपं रुदादिगणीयकृद्धातोः तु कृणति इति रूपं भगिनि कृन्तति इत्र कृ परे नकारः अस्ति तत्र कथं नकारः न भवति कुत्र नकारः न भवति भगिनि कृत् लटि अत्र रूपम् अस्ति तुदादिगणे तुदादिगणे किमर्थं न अवगतं भगिनि कृन्तति इति रूपम् अस्ति लटि रसादु तुदादिगणे तत्र कृ परे नकारः अस्ति तत्र रत्वं न भवति साधु अत्र न प्रदिष्टम् अस्ति आं भगिनि तुदादिभ्यः श्यः इति किम् आसीत् तत्र तत्र तुदाभ्यः श्य तद् लेक मुञ्चति इति तत्र नकार आगमः अस्ति साधु कश्चन आगमः अस्ति तदेव पश्यन्ति अस्ति केन सूत्रेण इत्युक्ते अधुना पश्यामि 7159 इति सूत्रेण तत्र अस्य मुज शेमुजादीनाम् इति सूत्रेण नुमागमः जातः तत्तु तत्र अस्माकं नत्वविधायकसूत्रं न पश्यति इति मन्ये अस्तु सप्तमाध्यायस्य शेमुजादीनाम् इति सूत्रं सप्तमाध्यायस्य प्रथमपादे वर्तते किन्तु अस्माकं किं सूत्रमस्ति तत्र साक्षात् परे अस्ति परे एव अस्ति किमर्थं न पश्यति समानपदे नास्ति इति कारण न एकस्मिन्नेव पदे अस्ति खलु किन्तु आगमः आगच्छति सा कृ योग अकार अकार नास्ति तुदादिगणे अकार भवति कृयोग अकार तदनन्तरं कृत्योग अस्माभिः पूर्वं महोदयेन कुत्रचित् उक्तमासीत् किमर्थमिति सुदादिगणे द्रष्टव्यं अनन्तरं पश्यामि न लोपः भवति यत्र आनीयते एतादृशं तस्य तु मागमस्य अनिदितां हलोपदायनिति इत्यनेन लोपः न जायते इति पूर्वम् उक्तमासीत् विशिष्टसूत्रेण आनीतम् इति कृत्वा णत्वं किमर्थं न भवति इति णत्वं अस्ति सूत्रस्य संख्या तदेव उक्तवन्तः खलु अष्टमाध्यायस्य चतुर्थे पादे वर्तते णत्वं तत्र दशाभ्यां नूनः इति सप्तमे गणे अस्ति नुमागमसारे द्रष्टव्यं खलु तर्हि पश्यत् कार्यसिद्धं तु नास्ति आम् कार्यसिद्धं तु नास्ति तर्हि किमर्थं न किं सूत्रम् उक्तवती भगिनी 7-1 एतत् सूत्रं तु शे मुचातीनाम् इति 7-159 अस्ति भगिनी तत्र तु तत्र प्रथमं तत्र दशापदान्तस्य जलि इति भवति खलु यदा दशापदान्तस्य जलि इति जायते तदा तु अनुस्वारः जायते तदनन्तरं यत्र रसाभ्यां नूनः कार्यं कर्तुम् इच्छति तदा तु नकारं न पश्यति किमर्थम् इत्युक्ते दशापदान्तस्य जलि इत्यनेन अनुस्वारं पश्यति तदनन्तरम् अनुस्वारस्य ई परस्वर्णः इति पुनः यदा कार्यं भवति तदा तु अग्रे तत्र शास्त्रसिद्धं भवति इति कृत्वा कार्यं न परसूत्रमस्ति परसूत्रमस्ति इति कृत्वा पूर्वं चिन्तनं चिन्तितमासीत् सम्यक् भगिनि धन्यवादः अग्रे गच्छामः पठामि तर्हि तथैव छृद् धातोः तुदादिगणे तत्र किन्तु अत्र गणति इत्यस्मिन् तु श्नं प्रत्ययः आगच्छति अधुना एतं तु पश्यति एव अत्र तु नशापदान्तस्य जलि इति कार्यं नास्ति खलु नकार न इति शब्दः अस्ति न तु केवलनकारः इति कृत्वा न इति शब्दः आगच्छति इति कृत्वा वर्णद्वयम् आगच्छति इति कृत्वा नशापदान्तस्य जलि इत्यस्य कार्यं नास्ति तत्र नकारं पश्यति रसाभ्यां नूनः इति कृत्वा एव तत्र कृणक्ति इति जायते अत्र तु नत्वं जायते धन्यवादः इदानीं श्रुत्युदादिगणे हिंसा ग्रन्थनयोः इति अर्थः लृटि छ्रुतति इति लटि छ्रुतति इति छ्रुद्धधातोः रुदादिगणे दीप्तिदेवनयोः इति लटि तु छृणक्ति इति तुद् तुदादिगणे हिंसा हिंसा अनादरयोः इति धातुपाठे केवलं रुदादौ तृणत्ति इति अनन्तरं रुदादे एव धातुद्वयम् अस्ति वा दत्तं नास्ति तथैव अति दत्तमस्ति तृन्ते तृन्ते इति रूपं तुदादिगणे भवेत् किन्तु इति एव दत्तमस्ति उक्तवान् द्रष्टव्यं किम् अस्ति किन्तु इति स्पष्टं नास्ति सः उक्तवान् तदा तथैव दत्तमस्ति अष्टाध्यायं पश्यामः छृद् इति खलु छृत इति पश्यन्तः स्मः त्रुद् इति तु अत्र अष्टाध्यां केवलं रुदादिगणे दत्तमस्ति Thank you. महोदय कुतः तत्र अस्मिन् गणे इति स्थापितवान्? कर्तरि लट् लकार आत्मनेपदी तृन्ते तृन्ते अस्ति युदादिगणे, किन्तु तुदादिगणे किं रूपम् अस्ति न जाने। रूपं तृणति तृन्ते तृन्ते रुदादिगणे एव अस्ति। तत्र तुदादिगणे अस्ति इति कुत्रचित् अपि न स्थापितम्। इति महोदय उक्तवान् इति दत्तमस्ति किं रूपम् अस्ति कत्र अस्ति इति कुतः एतादृशम् उक्तवान् इति न जाने खलु, इति न उक्तवान्। तत्र सर्वत्र अष्टाध्यायी.com मध्ये तत्त्वबोधिनी तत्र सर्वत्र पश्यन्ती अस्मि, कुत्रचित् अपि न उक्तम् एव दत्तमस्ति। न उक्तं सन्ध्यापद्मी पृष्टवती महोदयं प्रह कापि पेस्ट् ततः कृतं दोषः कृतः। अस्तु अस्तु तर्हि किं भवति रुदादिगणे अस्ति खलु, रुदादिगणे तृणति, रुदादिगणे यत् तृद् अस्ति उभयपदी अस्ति इति एकं रूपम् अस्मि प्रतिरूपं, तदनन्तरं तृन्ते तृन्ते इति रूपं वा तदनन्तरं नृत् इति दिवादिगणे गात्रविक्षेपणे इति नृत्यति इति तत् जानीमः। कृत् तत्र किं भवति अधुना सेचि इति कृत्वा असिचि से असिचि इति कृत्वा स्य प्रत्ययः तु सकारादिप्रत्ययः अस्ति अनन्तरं सिच् नास्ति इति कृत्वा अत्र तु इडागमः विकल्पेन भवति, तर्हि यत्र इडागमः न जायते तस्मिन् पक्षे किं भवति इत्युक्ते कृत्तयोगः स्यति तत्र तत्र सार्वधातुकः किमस्ति पुगन्तलघुपदस्य च इत्यनेन वा तत्र कर्त् भवति खलु, अर् भवति गुणकार्यं भवति उरण् रपरः इत्यनेन सः तु रपरः भवति कर् भवति कर्त्स्यति अकर्त्स्यत् कर्तिष्यति यत्र इडागमः जायते तत्र तु कर्त् योगः इष्यति इति भूत्वा कर्तिष्यति इति जायते आदेशप्रत्ययः इत्यनेन षत्वमपि भवति अकर्तयिष्यत्। चित् इत्यस्य इडानुकूलः यत्र न वर्तते तत्र तु केवलं गुणकार्यं चत् तत्र दश तत्र उरन् रपरः इति रपरः अपि भवति चर्स्यति अचर्स्यत् इडागम यत्र भवति तत्र तु गुणकार्यं भूत्वा आदेशप्रत्ययोः इत्यनेन षत्वं भवति चर्तिष्यति अचर्तिष्यत् चृद् तु चर्स्यति अचर्स्यत् चर्दिष्यति अचर्दिष्यत् इति भवति तत्र तु तत्र चेच इति सूत्रेण तुगागमः जायते तदनन्तरं तस्य तु अष्टुनाष्टुः इत्यनेन चकारः जायते तत्र अचर्ष्यत् इति भवति अचर्ष्यत् इति तृद् इति तत्स्यति अतर्स्यत् तर्दिष्यति अतर्दिष्यत् इति नृत् इत्यस्य नर्त्स्यति अनर्त्स्यत् नर्तिष्यति अनर्तिष्यत् इति रूपाणि। किन्तु नृत्तधातोः लोटि नृत्यतु लङि अनृत्यत् विधिलिङि नृत्येत् इति तत्र किमपि नास्ति किम् किमर्थं किन्तु इति उक्तवान् महोदय, तत्र सर्वत्र गुणकार्यं न भवति इति वा? परे नास्ति न तत्र गुणकार्यं तु न भवति किमर्थम् इत्युक्ते अत्र श्यन् अस्ति इति कृत्वा तत्र गुणकार्यं निषिद्धं भवति अपि सार्वधातुकम् अपि तु निद्वद् भवति इति कृत्वा गुणकार्यं निषिद्धम् इति कृत्वा गुणं न भवति। सेचि कृत श्रुत छृत् छृद तृद नृतः इति सूत्रम् सप्तमाद्यस्य द्वितीयपादस्य सप्तपञ्च किमस्ति पञ्चाशत्तमसूत्रं कृत् चृत् चृद् तृद् ऋत् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः सिच् भिन्नसकारादि आर्धाक धातुकप्रत्ययः प्रत्ययस्य विकल्पेन यदागमो भवति तर्हि स्थानी अस्ति सिच् भिन्नसकारादि आर्धधातुकप्रत्ययः तस्य तु विकल्पेन वा इट् इत्यनेन विकल्पेन यदागमः भवति सकारादौ असिच् आर्धधातुके कृत चृत चृद तृद नृत् इत्येतेभ्यो धातुभ्यः वेट् आगम वा इट् आगमो भवति इति काशिकायां तदेव काशिकायां भिन्नरूपेण उक्तमस्ति कृत् तुदादिगणे रुदादिगणे च छृत् तुदादिगणे छृद् रुदादिगणे तृद् पुनः वयं तु तत्र किं पठितवन्तः तत्र रुदादिगणे इति रुदादिगणे पठितवन्तः अनन्तरं नृत् दिवादिगणे न सिच् असिच् तस्मिन् असिचि नयन् तत्पुरुष नयन् तत्पुरुषः अस्तु कृतश्च छृतश्च छृदश्च त्रिदश नृच्छ तेषाम् इतर इतरद्वन्द्वः कृत श्रुत श्रुद्ध कृद नृत् समाहारद्वन्द्वः तस्मात् कृत श्रुत छ्रुद त्रिद नृतः से सप्तम्यन्तं किन्तु षष्ट्यर्थे सप्तमी इति व्याख्यकाराः वदन्ति से सप्तम्यन्तम् असिचि सप्तम्यन्तं कृत श्रुत छ्रुद त्रिद नृतः पञ्चम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुकस्य इड्वलादेः इत्यस्मात् आर्धधातुकस्य इट् इत्यनोः अनुवृत्तिः उदितो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः विभक्तिपरिणामेन पञ्चमे विभक्तौ अनुवृत्तिसहितसूत्रं कृत छ्रुत छ्रुध त्रुध नृतः अङ्गात् इत्युक्ते अङ्गेभ्यः से इत्यस्य तु सिचः असिचि इत्यस्य तु असिचः सः इति पठितव्यं षष्ठी विभक्तौ आर्धधातुकस्य इट् वा इति मम तु किमपि प्रश्नः नास्ति अत्र अग्रे गच्छामः वा भगिनि अत्र कृत कृत इति अकार उच्चारणार्थे दत्तमस्ति आं भगिनि भवतु अरुणा भगिनी पठ भगिनी एकः प्रश्नः भगिनी सूत्रे सप्तमे षष्ट्यर्थे किम् अर्थं किं भगिनि अर्थं किम् इत्युक्ते अत्र सूत्रेषु विभक्तीनां कश्चन अर्थः भवति खलु यत्र आगमः जायते इट् इति आगमः स्थानिनः एव भवति खलु इट् इति कश्चन स्थानिनः भवति कस्य स्थानिनिर्देशः केन विभक्तिना क्रियते कया विभक्त्या क्रियते षष्टिविभक्त्या क्रियते खलु सामान्यतया अत्र तु प्रत्ययः प्रत्ययस्य एव इदागमः जायते तर्हि प्रत्ययः सप्तम्याम् अस्ति चेत् तत्र कथं वा भवेत् सप्तमी विभक्तिः तु परनिमित्तम् अस्ति खलु परकार्यम् पूर्वकार्यम् अस्ति तदा तु तस्य तु स्थानि नास्ति खलु स्थानि तु षष्ट्यां भवेत् किन्तु सूत्रे तु सप्तम्यां पठितम् अस्ति इति कृत्वा विभक्तिपरिणामं तत्रापि वयं कुर्मः यद्यपि सप्तम्यां पठितम् अस्ति तथापि वयं षष्ट्यां स्वीकुर्मः नो चेत् अर्थः न सङ्गच्छति खलु षष्टि अस्ति चेदेव अर्थः सङ्गच्छति खलु ओन्लिगमः रैट् अदर्वैस् वि केनाट् अप्लै इडागमः इति कृत्वा यद्यपि सूत्रे सप्तम्यां पठितं तथापि षष्ट्यर्थे एव तत्र सप्तमी पाणिनिना प्रयुक्तम् इति किमर्थं पाणिनिना तथा विभक्तिपरिणामं कृत्वा किमर्थं लिखितवान् इति न जाने भगिनि तस्य अवसरः कश्चन किमपि नास्ति इति मन्ये तस्य अनुवृत्तिः किमपि नास्ति तर्हि किमर्थम् एतादृशं पठितम् इत्युक्ते प्रायः केनापि दोषः कृतः पाणिनेः छात्राः दोषः कृतः दोषः कृतवन्तः इति भगिनी अपि सकारादि असिच् प्रत्ययः स्य अपि सन् प्रति अपि भवितुं शक्नोति साधु महोदयने अत्र उदाहरणं न दत्तमस्ति सन् प्रत्ययस्य सा अत्र तु केवलं अधुना विवक्षा तु लृट्लकारः अस्ति इति कृत्वा केवलं तस्य अस्तु अपि इति परिदास परिच्छेदः अस्ति अत्र धातुकस्य इति अनुवृत्तिः कुर्मः इति कृत्वा तत्र कश्चन प्रत्ययः तु अपेक्षितः अपेक्षितः अस्ति अरुणा भगिनी अग्रे पठति वा भगिनि गम् धातु गम् धातुः परस्मैपदे गमिष्यति अगमिष्यत् जिगमिष्यति जिगमिष्यति किन्तु आत्मनेपदे सङ्गीस्थमवाक्यं पठितवती वा गम् धातुः अनिट् ओ आम् आं क्षम्यतव्य गम् धातुः अनिट् किन्तु गमे रिट् परस्मैपदेषु सप्तमध्याये द्वितीयपादे अष्ट पञ्चशत् सूत्रम् इत्यनेन तस्मात् एव गम् धातोः सकारादि आटुधातुकप्रत्ययस्य इदागमो भवति परस्मैपदे गम् धातुः परस्मैपदे रूपाणि आगमिष्यति अगमिष्यत् जिगमिष्यति जिगमिष्यति किन्तु आत्मनेपदे सङ्गं शिष्ट सङ्गम्यते संजिगं ते संजिगंशिष्यते अधिजिगंशते अधिजिगिष्यते ओके अत्र गम् हरि ओं भगिनि अरुणा भगिनी श्रूयते किं सरला भगिनी मम ध्वनिः श्रूयते किं भवत्या ध्वनि श्रूयते अरुणा भगिनी भङ्ग भवत् ध्वनि अनेतस्ति परन्तु परस्मैपदे श्रूयते सूत्रेण गम् धातु दत्तं भगिनि गम् धातु प्रथमतया वदतु भगिनि न श्रूयते भगिनि गम् धातु सामान्यतः परस्मैपदे एव न भगिनि आत्मनेपदरूपं तु कुत्र जायते इति तत्र सनन्ते तादृशं तत्र न सनन्ते परस्मैपदी एव उपसर्ग यत्र उपसर्ग सम् उपसर्गः अस्ति चेत् तस्य आत्मनेपदे भवति रूपं गमेरित् परस्मैपदेषु गम् धातोः सकारादि धारम भवति परस्मैपदे गमे धातोः आदेश आददातुकप्रत्ययः ध्वनिः सम्यक् मध्ये मध्ये सम्यक् न श्रूयते भगिनि इण्टर्नेट् प्राब्लम् सरला भगिनी पठति वा भगिनि तदनन्तरं प्रायः प्रयत्नं कुर्मः अस्तु गम् धातु स्वभावतः इति वयं जानीमः गम् रम् यम् नम् इति सर्वे अनितः सन्ति तो गम् धातु अपि अनित अस्ति किन्तु गमेर् परस्मैपदेषु इति सूत्रेण गम् धातुः परस्मैपदी अस्ति तत्र इदागमः भवति कदा इदागमः भवति इति अग्रे पश्यामः यदि सकारादिप्रत्ययपदे अस्ति तो साधारणतः गम् धातु परस्मैपदी लट् यदि गमिष्यति इति रूपं भवति गमिष्यति इति लिट् लकारे अगमिष्यत् इति लिङ् लकाररूपं भवति अगमिष्यत् जिगमिष्यति इति सनन्तधातु अस्ति जिगमिष्यति इति भवति तत् सर्वे यस्य अपि सकार सनन्तधातु सकारादि परे इदागमः आगच्छति अपि तत् यदि इदागमः भवति सकारस्य बोधन्यसकार आदिशप्रत्ययनेन अभवत् इदानीं तत्र अन्यरूपाणि अधोभागे दत्तमस्ति सङ्गं सीष्ट इति अहं महोदयं पृष्टवती सः उक्तवान् स्मरति किं किं रूपम् अस्ति सङ्गं स्यते इति अपि सनन्तधातु प्र अस्ति लकारे सञ्जिङ् सजिगंसते सनन्तरूपं सङ्गस्यते इति भवति लित् लकार सनन्तधातु सञ्जिङ्गं सते इति अस्ति अपि सङ्गस्यते इति लिट् लकार नास्ति किन्तु सङ्गस्यते सनन्द नास्ति केवलं सम् उपसर्ग पूर्वगं धातु लिट् लकारे इति आत्मनेपदी भवति सङ्गस्यते सञ्जिङ्गसते इति अस्ति गम् सम् उपसर्गपूर्वगम् धातोस्य सनन्तरूपं सञ्जिङ्गसते सञ्जिङ्गसिष्यते इति भवति गम् सम् उपसर्गपूर्वकगम् धातोः आत्मनेपदी आगच्छति लिट् लकारस्य प्रयोग अधिजिङ्गांसते किमस्ति न जानामि अधिजिगान् शिष्यते अपि कथं जिगान् इति भवति इति न जानामि महोदय अपि उक्तवान् न स्मरति गमे रित् आदि उपसर्गपूर्वकः गम् धातुः अस्ति खलु तावदेव अस्ति तावदेव किन्तु जिगान् सति इति सनन्त महोदय उक्तवान् यदि सनन्तधातु रूपं कुर्मः तदानीं पश्यामः रूपं कथम् आगच्छति तत्र मन्ये तत्र साक्षात् एव अधि उपसर्गपूर्वक गम् धातुः तत्र अधि गम् गम् स्वति गम् मकारस्यति सनन्तधातो अभ्यासस्य इकार भवति सूत्रं विश्रमति साधु अपि अभ्यासे च अनेन जकार पसं कुहोचु अनेन गम् गकारस्य जकार भवति इति जिग अस्ति जिगान् सति तदनन्तरम् आकार कथम् आगच्छति इति तत्र तु जिगां सते इति तु तत्र सामान्यरूपम् आकारः ओ तत्र आकारः आकारः अस्ति न जिगंसते इति अति आदौ दत्तमस्ति जिगंसते जिगम् इति सनन्तधातुरूपम् अत्र जिगां कति अधि विशिष्ट सूत्रं भवेत् अहं चिन्तयामि यदि अधि उपसर्गपूर्वं सनन्तधातु अस्ति गं दाते जिगांसते इति अभ्यस्त आत्वं भवति इति ऊहां कर्तुं शक्नुमः सूत्रं पठामि पठतु गमेरित् परस्मैपदेषु सप्तम अभ्यासस्य द्वितीयपादे अष्टपञ्चाशत् सूत्रं गम् धातु च सकारादि आर्धधातुकप्रत्ययस्य इदागमः भवति परस्मैपदे गमे धातोः सकारादे आर्धधातुकस्य परस्मैपदेषु इदागमः भवति इति काशिकायां गमेः पञ्चम्यन्तम् इति प्रथमान्तं सप्तम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुकस्य इद् बलादे इत्यस्मात् आर्धधातुकस्य इत्यस्य अनुवृत्तिः से सिचि कृत् छृच्छृद् तृदनृत्तः इत्यस्मात् से इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार विभक्तिपरिमाणेन पञ्चमी विभक्तौ अनुवृत्तिसहितसूत्रं गमेः अङ्गात् से सह आर्धधातुकस्य इत् परस्मैपदेषु घं धातुतः यदि सकारादिप्रत्यय आददातुकप्रत्ययः परे अस्ति तत् इदागमः भवति परस्मैपदे. यदि आद परस्मैपदे इदागमः आगच्छति इति सकारादिप्रत्यय परे भवति स्य प्रत्यय वा सन् प्रत्यय इति अति उदाहरणानि यथा वयं दृष्टवन्तः. इति काशिकायां वदति परस्मैपदेषु इदागमः इति सकारादिप्रत्ययस्य सकारादिधातु आर्धधातुकस्य इति स्मर्तव्यम् आर्धधातुकस्य, कारणं कि गम् धातु च वयं जानीमः इति सामान्यतया भ्वादिगणे धातुः अस्ति तु आगच्छति इति वयं किं सूचयति गम् इष्यु गम्यां च साधु इष्यु गम्यां च तत्र अनेन छकार आगच्छति तदनन्तरं हे चयनेन गच्छति इति रूपम् आगच्छति लट् लकारे. किन्तु आर्धधातुकप्रत्यय यदि परे अस्ति तत्र परस्मैपदे केवलं परस्मैपदे इदागमः भवति. तदनन्तरं इति गमेः इति गमेः गमेः इति षष्टिविभक्ति पञ्चमी विभक्ति अस्ति तु अङ्गस्य इति विभक्ति परे परिणामं कृत्वा अधिकारसूत्रमस्ति अङ्गात् तस्य पर उत्तरस्य आर्धधातुकस्य इति पुनः आर्धधातुकस्य इति भवति विशेषणम् अङ्गस्य इति अङ्गात् इति भवति विशेष्यं गमेः इति आगच्छति तस्य विशेषणं गमेः अङ्गात् आर्धधातुकस्य इति परस्मैपदेषु तो यत् आर्धधातुकस्य इति परे अस्ति किन्तु विभक्तिपरिणामं कृत्वा कृत्वा आर्धधातुकस्य इति षष्टिविभक्ति भवति. यत् प्रत्ययः अस्ति परस्मैपदे स्यु इति सप्तमी विभक्तिः अस्ति परस्मैपदे प्रत्ययः परे अस्ति यदि परनिमित्तिकम् इति आगमः भवति. सो कथं वक्तव्यम् आर्धधातुकस्य इति परस्मैपदे स्यु इति विभक्तिपरिणामं केवलं गमे अस्ति परस्य पदेषु विषयेषु इति भगिनि तादृशं विषयेषु किन्तु परस् अस्तु तत्र इति परनिमित्तं नास्ति परस्मै पदे न परस्मै आर्धधातुकः प्रत्ययः साक्षात् परे वर्तते खलु स्य प्रत्ययः साक्षात् परे वर्तते तत्तु परस्मै तत्र किम् अस्ति प्रत्ययः तीतः अन्ति इति तिङ् प्रत्ययः तु तदनन्तरं वर्तते खलु तत्र निमित्तरूपेण नास्ति साक्षात् परसप्तमी न भवितुम् अर्हति. किमर्थम् इत्युक्ते मध्यस्य प्रत्ययः अस्ति इति कृत्वा पर यत् सप्तमीः अस्ति सः तु केवलं विषयसप्तमी वा सतिसप्तमी वा भवितुम् अर्हति. तदा चिन्तयामः चेत् विषयसप्तमी भवति वा सतिसप्तमी वा भवितुम् सतिसप्तमी तु न भवति. किमर्थम् इत्युक्ते सति इति अस्माकं तत्र विवक्षानुसारं न भवति इत्युक्ते अस्माकम् इच्छानुसारं न भवति खलु नियमितसप्तमी समीचीनम् आगच्छति. आर्धधातुके सति विशेषम् अस्ति तस्य विशेषणं भवति से सः अथो से इति विभक्तिपरिणामं कृत्वा सः इति षष्ठी विभक्ति सप्तमी इति स्थाने इति सत्यं भगिनी अस्तु अपि भगिनी वयं इति अत्र परस्मैपदे इति दत्तमस्ति तु महोदय पृष्टवान् परस्मैपदे अत्र प्रातिपदिकं किम् अस्ति परस्मैपदम् इति प्रातिपदिकं किन्तु यदि वयं वदतु परस्मैपदी इति वयं यदा वदामः तत्र किं भवति परस्मैपदी इति न परस्मैपदी धातुः इति वदामः परस्मैपद संज्ञकाः वर्तन्ते इति कृत्वा पद परस्मैपदिनः इति भवति खलु पदिन् इति भवति वा तदा आमां तो कुत्रापि मिश्रं कृतं उक्त वयम् उक्तवन्तः परस्मैपदे परस्मैपदी इति मिश्रं कृतं महोदय इति सम्यक् इति तत् परस्मैपदिन् इति प्रातिपदिकमस्ति परस्मैपदी इति भवति तत्र प्रथमाविभक्त्यां यदि परस्मैपदे परस्मैपदेषु इति अस्ति तत्र परस्मैपदम् इति यत् आकारान्त अस्ति तत् भवति तत्र एकथं तत्र महोदय तत्र महोदय सामान्य कारयति खलु परस्मैपदेषु विषयेषु गमेः अङ्गात् परस्य सः आर्धधातुकस्य इट् इति आगमः इति आमां परस्मैपदेषु विषयेषु सः अङ्गात् परस्य आम् आर्धधातुकस्य इदागमः अस्तु अग्रिम अग्रे तु अरुणा भगिनी तत्र प्रयत्नं करोति वा भगिनि पुनः नो चेत् पठामि भगिनि इण्टर्नेट् प्राब्लम् अस्ति भगिनि तदेव पठामि वृद्ध स्रुद् चन्द् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकार्यादि आर्धधातुकप्रत्ययस्य इदागमो न भवति परस्मैपदे एते धातवः स्वभावतः आत्मनेपदिनः किन्तु वृद्भ्यः चसनौः इत्यनेन स्या तन् इति प्रत्ययोः पर्ययोः विकल्पेन परस्मैपदिनः अपि भवन्ति परस्मैपदे पक्षे न वृद्भ्य च चतुर्भ्यः इत्यनेन एभ्यः चतुर्भ्यः धातुभ्यः सकारादि आध्यात्मिकप्रत्ययस्य इदागमो न भवति चत्वारि भगिनि चतुर धातवः सन्ति वृत् वृद्ध शुद्ध शन् चतुर्भ्य धातुभ्यः सकारादि आध्यात्मिकप्रत्ययपदे इदागमो न भवति परस्मैपदे अत सामान्यतया धातवः आत्मनेपदिनः किन्तु वृद्भ्यः सनोः इत्यनेन प्रत्यया सन् इति प्रत्ययोः परयोः विकल्पेन परस्मैपदिनः इति भवति परस्मैपदस्ति चेत् पक्षे न वृद्ध्य चतुर्भ्यः इत्यनेन एभ्यचतुर्भ्यः धातुभ्यः सकारादि आर्धधातुकप्रत्ययागमो न भवति ओके प्रथमं वृत् वृद् सृद् धातवः आत्मनेपदि धातवः परन्तु आर्धधातुक सकारादि आर्धधातुकप्रत्यये परे इदागम न भवति परस्मैपदे सकारद आर्धतप्रत्यया स्या सन् स्या इति प्रकारे सन् सन्नति प्रत्ययः इति प्रत्ययपरे विकल्पेन परस्मैपदिनः भवति परस्मैपदे भवति चेत् पक्षे न वृद्भ्यश्च चतुर्भ्यः चतुर्भ्यः इति सूत्रेण सकारादि आजातप्रत्ययपरे इदागमो न भवति वृत् इति वृत्तु इति उपदेशदातु वृत् वर्तष्यति अवर्तष्यत् अतः वृत् इति योगः आददातक सुगन्तलघुपदस्य इत्यनेन गुणः भवति वृन्द्रपरः इत्यनेन रेपः आगच्छति वर्तष्यति इति रूपं भवति अवर्त्यस्य ऋणकाले भवति वृद्ध धातु तदेव वृद् वर्तस्यति अवर्त्यस्य अत्र दकार तकार केन सूत्रेण भवति भगिनि वृद्ध इत्यस्य वा भगिनि तकार खरि भवति खलु खरि परे प्रथमवर्णादेशः भवति सकारः करि अस्ति इति कृत्वा करि रुद्धु अर्थपि तस्यति अस्तस्य चन्दु धातु अर्थपि तस्यति अत्यन्तस्य इति अपि भगिनि यत् स्मर्तव्यं तकारान्त यत् धातवः अस्माकम् आवल्यां न सन्ति इति हलन्तधातुः अस्ति ते स्वभावतः सेटः वृद्ध वृद्ध श्रुद्ध स्यन्द् वयं वेट् धातु आवल्यां पठितवन्तः सर्वे इति सेटः सन्ति वृद्ध वृद्ध श्रुद्ध स्यन्द् धातु आं भगिनि धन्यवादः किन्तु तद् न वृद्धचतुर्भ्यः चत्वारः धातवः यत् अस्ति तेषाम् इदागमः न भवति यदि परस्मैपदी भवति वृद्ध्यः स्यसनोः प्रथम अध्याय तृतीयपादे द्वि नवतमसूत्रं भगिनि सा सन् प्रत्ययोः परयोः वृत् द्विनवतिः द्विनवति नवति वा द्विनवतितमं सूत्रं सा सन् प्रत्ययोः परयोः वृत् आदिभ्यः पञ्चभ्यः धातुभ्यः विकल्पेन परस्मैपदं भवति द्युतादिषु एव वृत्तादयः अत्यन्ते हृत् वर्तने मृद् वृद्धौ श्रुद् शब्दकुत्स्यायां चन्द् प्रसवने कृप् सामर्थ्ये एतेभ्यो दातुभ्यः च परते परतः वा परस्मैपदं भवति इति काशिकायां वृत् रुटि रूपं वर्तते वर्तिष्यते लुङि अवर्तष्यत् अवर्तष्यत् शनि विवृत्पति विवर्तते वृद् लतिरुप लृट्टि वत्स्यति वदिष्यते लृङ्गि अवर्दिष्यत शनि विवृत्स्यति विवृद्धिष्यते या तनोहोरिति किं वर्तते या याश्च सञ्च तयोः वितरेतरद्वन्द्वः स्यासनोः तयोः स्यासनोः वृद्धभ्यः पञ्चम्यन्तं स्यासनोः सप्तम्यन्तं द्विपदपदं सूत्रं शेषात् कर्तरि परस्मैपदम् इत्यस्मात् परस्मैपदः अनुवृत्ति वाचशः इत्यस्मात् परस्मैपदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितमस्ति वृद्भ्यः वा परस्मैपदं स्यासनोः ओके अत्र सूत्रं वयं चरितवन्तः पञ्चदातवः अस्ति अत्र वृत् वृद् स्पृद् षन्द् कृप् धातु कृपु इति धातुभ्यः पञ्चदातवः सन्ति अत्र वृद्धिभ्यसनोः इति सूत्रेण विकल्पेन भवति तर्हि यत्र परस्मैपदं भवति तत्र एव अनिट् भवति खलु इडागमः न भवति निषिद्धः भगिनि वयं वर्गे सर्वे यति रूपाणि सन्ति तस्य कथं केन सूत्रेण इति रूपम् अभवत् इति चिन्तितवन्तः वर्षति वर्षते केन सूत्रेण यथा वत्स्यति वृद् धातोतः वृद्धभ्यस्य सनो अनेन वत्स्यति इति परस्मैपदीरूपम् अस्ति. न वृद्धश्च चतुर्भ्य अनेन परस्मैपदी इदागमः नास्ति. कारणकवृत् वस्तुतः सामान्यतया इति सेत् अस्ति. अधिकं नास्ति खलु भगिनि, केवलं विषयद्वयम् अस्ति. वृद्धभ्यस्य सनो धातवः आत्मनेपदिनः भवन्ति. यत्र आत्मनेपदेषु अनन्तरम् इदानुकूलाः वर्तन्ते इति कृत्वा सामान्यतया यत्र आत्मनेपदिनः भवन्ति इदागमः भवति. अनन्तरं यत्र पर अनेन सूत्रेण यत्र परस्मैपदं विददाति एतत् सूत्रं, तदा तु तत्र किम् अस्ति, न वृद्धभ्यश्च अनेन इदागमः न भवति. न वृद्धभ्यश्चतुर्भ्यः इत्यनेन इडागमः न भवति इति कृत्वा तत्र तु आत्मनेप यत्र परस्मैपदिनः भवन्ति तत्र रूपं प्राप्नुवन्ति, तत्र तत्र इडागमः न जायते इति तावदेव खलु विषयद्वयमेव अस्ति. आमां विषयद्वयमेव. परन्तु अत्र महोदय आत्मनेपदिरूपान् न दत्तवान् खलु. वर्ष्यते वर्तिष्यते इति लिट् लकारे अस्ति. लटि वत्स्यति वर्तिष्यते, लृङि इति लृटि वत्स्यति वर्तिष्यते, लृङि अवर्त्स्यत् अवर्तिष्यति अवर्तिष्यत इति भगिन्या पठितं खलु, तदेव अस्ति भगिनी अत्र. वर्तिष्यत् इति आत्मनेपदी लङ् लकारस्य लिङ् लकारस्य रूपम् अस्ति. शनि यथा विवृत्सति इति परस्मैपदी अस्ति, आत्मनेपदी विवर्तिष्यति तत्र इदागमः अस्ति, तथैव वृद्ध धातुतः अपि दत्तमस्ति. लटि लिटि लङि आत्मनेपद अस्ति, इदागमः भवति भगिनि अत्र. कृत्वा इदागमः जायते एव. यत्र आत्मनेपदमस्ति तत्र तु सामान्यकार्यम्, इदानुकूलाः दातवः इति कृत्वा तत्र तु इदागमः जायते एव सर्वेषां. वर्तिष्यति भवति भगिनि. वर्तिष्यते इति अवशिष्यते वर्तते इति आत्मनेपदि धातुः. ओके भगिनि, धन्यवादः. न वृद्ध्यश्च त्रयः न वृद्ध्यश्च चतुर्भ्यः वृत् वृद्ध श्रुद् स्यान् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकारे आर्धधातुकप्रत्ययस्य इदागमो न भवति परस्मैपदे. वृत्तादिभ्यश्च चतुर्भ्यः उत्तरस्य सकार आदेः आर्धधातुकस्य परस्मैपदे सु इदागमो न भवति इति काशिकायां. न अव्ययपदं वृद्भ्यः पञ्चम्यन्तं चतुर्भ्यः पञ्चम्यन्तं त्रिपदमिदं सूत्रम् आदुधातुकशैत्वलादेः इत्यस्मात् आदुधातुकस्य इत्यनयोः अनुवृत्तिः. ते शिचि कृत् इत्यस्मात् ते इत्यस्य अनुवृत्तिः. गमेरिट् परस्मैपदेषु इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यधिकारः विभक्तिपरिणामेन पञ्चमी विभक्तौ अनुवृत्तिसहितसूत्रम् उद्यश्चतुर्भ्यः अङ्गेभ्यः ते सः आर्धातुकस्य न इत् परस्मैपदेषु. अत्र प्रथमम् अन्यसूत्रं वृद्धभ्यश्चनोः इत्यनेन सकारादातु प्रत्यपदे चतुर्भ्यजातः परस्मैपदि भवति. परन्तु न वृद्ध्यभ्य चतुर्भ्यः इति सूत्रेण इदागमो न भवति. तदेव अत्र तदेव भगिनि. आं भगिनि, विरमाम वा. धन्यवादः. धन्यवादः भगिनि. अरुणा भगिनी, भवती महोदयस्य